अस्तु, अधुना अस्माकं वर्गे अनुमानस्य भिन्नरीत्या विभजनं परिशीलितम्। इत्युक्ते अनुमितिः कुत्र साधनीया, साध्यानुमितिः कुत्र साधनीया, सर्वत्र साधनीया वा पक्षे, अथवा पक्षस्य कस्मिंश्चित् भागे साधनीयः साधनीया वा इति, इत्यस्य आधारेण पुनः अनुमानं द्विधा विभजितम् आसीत्। अत्र हा सावित्री भगिनी किञ्चित् वदति वा तत्र कथं द्विधा विभजनं जातम् इति? अस्तु, प्रथमतया यत् अस्माभिः दृष्टं स्वार्थानुमितिः अथवा परार्थानुमित तत् न, इदानीं तु अन्यत् विध अन्यत् रीत्या द्विविधम् इति उक्तं। प्रथमम् अस्ति सर्वेषु पक्षेषु वह्नि अस्ति वा, सर्वत्र साध्यमस्ति वा, साधनीयं वा, अथवा केषुचित् पर्वतेषु अथवा पक्षस्य केचन कश्चित् भागः एव भागे एव साधनीया वा इति, तत् द्विविधा अस्ति। तस्य नामकरणमपि अस्ति, प्रथमस्य नामकरणं यथा पूर्वं वयं दृष्टवन्तः, पक्षतावच्छेदे छेदकावच्छेदेन साध्यं। द्वितीया द्वितीयविध अनुमितिः अस्ति पक्षतावच्छेदक समानान्तरण्येन साध्यम् इति, द्वावपि अनुमितिः एव, साध्यस्य अनुमितिः एव, परन्तु कुत्र जायते, कुत्र साधनीयम् इति दृष्ट्वा विभक्तम्। समीचीनं, तर्हि पुनः द्विधा विभक्तं यथा भगिनी उक्तवती, पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इति एकं, पुनः पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इति एकमासीत्। अत्र तर्हि गते वर्गे पक्षतावच्छेदकावच्छेदेन इत्युक्ते किं, तस्य अर्थः कः इति किञ्चित् चर्चितं। जयन्ती भगिनी किञ्चित् वदति वा तस्य विषये, इत्युक्ते पदच्छेदं कृत्वा तत्र पक्षतावच्छेदकः कः, पुनः अवच्छेदेन इत्युक्ते किं? पक्षतावच्छेदकः इत्युक्ते अत्र पर्वतत्वम् इति अर्थः, पर्वतत्वेन पर्वतत्वम् इति अवच्छेदकः, पर्वतत्वेन अवच्छेदः भवति इति अर्थः। तर्हि पक्षता अवच्छेदकः इत्युक्ते पर्वतत्वम्, अवच्छेदेन इत्युक्ते तादृशसम्बन्धेन अवच्छेद्यते इति वा भगिनि, सम्यक्तया नै कथितं, परन्तु तथा एव अस्ति भगिनि, भवती यथा उक्तवती पक्षता अवच्छेदकः कः, पक्ष अत्र पक्ष तु पर्वतः, अतः पक्षता अवच्छेदकः इत्यनेन पर्वतत्वेन पर्वतत्वम् इति अवच्छेदकं, पर्वतत्वम् इति अवच्छेदकं भवति, पर्वतनिष्ठ अवच्छेदकं, पर्वते यत् अवच्छेदकम् अस्ति, विद्यमानम् अस्ति, तत् पर्वतत्वं, तदेव अस्ति पक्षतः अवच्छेदकम् इति। इतोपि स्पष्टीकरणार्थम् अनुमितिः ज्ञानवत् अस्ति चेत्, अग्रिमपरिच्छेदे तत्र एकम् उदाहरणमस्ति, तर्हि ज्ञानं केन अवच्छिन्नं भवति? उदाहरणरूपेण वा? हा, आत्मनि ज्ञानं जायते तदा आत्मनि ज्ञानं केन अवच्छिन्नं? हा हा, आत्मा तु विभुः अस्ति, सर्वत्र वर्तते, परन्तु आत्मनि यत् ज्ञानं वर्तते तत् कुत्र अस्ति चेत् केनचित् विशिष्यते, सः तत् इत्युक्ते शरीरसम्बन्धेन विद्यमानं विद्यमानम् आत्मा इति उच्यते. तर्हि तत्र शरीरम् इति अवच्छेदकं भवति. यत्र यत्र शरीरसम्बन्धेन आत्मा वर्तते तत्रैव ज्ञानम् अपि वर्तते इति कृत्वा शरीरम् एव तत्र अवच्छेदकं भवति. सः एव विषयः यद् भवती उक्तवती, यं भवती उक्तवती, सः विषयः कथं व्यक्तीक्रियते अत्र, शरीरावच्छेदेन आत्मनि ज्ञानं जायते इति खलु. तद्वदेव पक्षतावच्छेदकावच्छेदेन वह्निरनुमितिः जायते इति. तावदेव अस्ति. पक्षता अवच्छेदक, पक्षः अस्माकं पक्षः तु पर्वतः. अत्र स्मर्यतां यत् पर्वतः इत्युक्ते सर्वे पर्वताः इति. अस्तु, तर्हि सर्वेषु पर्वतेषु वह्नेः साध्यम् अस्ति पक्षता अवच्छेदकावच्छेदेन वह्निरनुमितिः इति. इति एतावत् पर्यन्तं परिशीलितवन्तः. अत्र द्वितीयविध अनुमानमपि अस्ति पक्षतावच्छेद्यकसामानाधिकरण्येन इति अद्य परिशीलयामः. परन्तु एतावत् पर्यन्तम् अत्र किं जातम् इति सर्वे अवगच्छन्ति इति मन्ये. पक्षतावच्छेदकावच्छेदेन इत्युक्ते सर्वे पर्वताः इति अस्माकं पक्षः. तत्र सर्वेषु पर्वतेषु पर्वतत्वम् इति अस्ति, अपि च सर्वेषु पर्वतेषु विद्यमानं पर्वतत्वं स्वीकृत्य तस्य अवच्छेदेन वह्निः सर्वेषु पर्वतेषु कस्मिंश्चित् भागे अस्ति इति साधनमेव पक्षतः अवच्छेदक अवच्छेदेन वह्निरनुमितिः इति उच्यते. भगिनि, किञ्चित् अहं गतसप्ताहे नासम्, एतद् श्रुतवती ध्वनिमुद्रणं, परन्तु तत्र पक्षतावच्छेदकः अपि च पक्षतावच्छेदकावच्छेदेन इति पदस्य तत्र किञ्चित् विवरणम् इतोपि क्रियते वा कृपया? हा, प्रयत्नं करोमि. तर्हि पक्षता अवच्छेदकः तु जानाति भवती खलु पर्वतत्वम् इति. आम्, हा, पक्षता अपि पर्वते, पर्वतत्वम् अपि पर्वते, अतः पर्वतत्वं पक्षताम् अवच्छेदयति इति. अहं जयन्ती भगिनीं शरीरावच्छेदेन आत्मनि ज्ञानम् इति वाक्यं यदा जयन्ती भगिनी उक्तवती तदा सूचितवती, यतोहि अत्र तादृशः एव प्रयोगः. अनुमितिः जायते, किन्तु केन आधारेण जायते? पक्षता अवच्छेदकावच्छेदेन वह्निरनुमितिः जायते. इत्युक्ते वह्नेः अनुमितिः यदस्ति पक्षे, तस्य सम्बन्धः पर्वतत्वेन सह भवति. यत्र यत्र पर्वतत्वं तत्र तत्र वह्निरनुमितिः इति तादृशसम्बन्धः भवति. इत्युक्ते तत्र उदाहरणं यद् शरीरम् आत्मा इति अस्ति, तत्र शरीरत्वावच्छेदेन ज्ञानमिति तादृशं पर्वतत्वावच्छेदेन वह्निः इति वा? हा, सत्यं सत्यम्. तर्हि पक्षतावच्छेदकः इत्युक्ते पर्वतत्वं, तेन अवच्छिन्ना भवति, पुनः अवच्छिन्ना भवति, तेन अवच्छिन्ना भवति अनुमितिः. वह्नेः अनुमितिः अवच्छिन्ना भवति इति वार्ता. अस्तु भगिनि, अवच्छेदेन इत्युक्ते अत्र सर्वासु पर्वतेषु केषुचित् स्थले वह्निरस्ति एव, तत् प्रथमं. तदर्थं पर्वतावच्छेदकावच्छेदेन इत्युक्ते पर्वतत्वमेव पक्षस्य अवच्छेदकं भवति. पक्षतावच्छेदकावच्छेदेन तत्र अवच्छेदेन इत्युक्ते सर्वे पर्वताः इति खलु? हा हा, तर्हि मुख्यविषयः अस्ति पर्वतत्वं, पर्वतत्वं सर्वेषु पर्वतेषु. तेन पुनः साध्यानुमितिः अथवा वह्निरनुमितिः अवच्छिन्ना भवति इति. भगिनी अत्र कीदृशः भेदः प्रदर्श्यते इत्युक्ते अस्माकं साध्यं सः वह्निः अस्ति, तत्र तु सर्वत्र वर्तते, मानसे अपि वर्तते, परन्तु अत्र पर्वतस्य पर्वते विद्यमानं वह्निः तु भिन्नम् अस्ति इति कृत्वा पर्वतत्वेन विशिष्यते इति एव खलु? तथा एव भगिनि, सम्यक्. तर्हि तेन एकः विशिष्टसम्बन्धः अपि जायते, व्याप्यव्यापकभावः उभयोः मध्ये. अतः अत्र उक्तं पक्षतावच्छेदकव्यापकत्वं साध्यांशे इत्युक्ते वह्नौ इति अस्ति इति खलु? आम्, अपि तु संयोगे अस्ति इति अस्ति, भिन्न भिन्न भिन्नानि भिन्नेषु स्थलेषु व्यापकत्वं वन् वन् नौ, अपि तु व्यापकत्वं संयोगे इति अस्ति, तत्र तु मम संशयः आसीत्. अस्तु अस्तु, तस्य चर्चाम् इदानीं कुर्मः. अस्तु तर्हि भवत्यौ यद् उक्तवत्यौ सावित्री भगिनी अपि च जयन्ती भगिनी, तेन किं जायते इत्युक्ते आरम्भे वह्निः विशिष्टः अस्ति, पर्वतत्वावच्छिन्नवह्निः इति प्रथमतया. द्वितीयम् अस्ति सर्वेषु पर्वतेषु वह्नेः अनुमतिः, कुत्रचित् केषुचित् इति न, तादृशभावः अस्ति अत्र. सर्वेषु पक्षः इत्युक्ते अस्माकं सर्वे पर्वताः, पक्षतावच्छेदकावच्छेदन इत्युक्ते तादृशधर्मः पर्वतत्वं यद् सर्वेषु पर्वतेषु अस्ति तेन आधारेण वह्निरनुमतिः इत्युक्ते सर्वेषु पर्वतेषु वह्निः अस्ति इति साधनीयम् इति वार्ता. अस्तु, नूतनतया केन केन आगतम्? भारती भगिनी अस्मि, महोदय अस्मि भगिनी, परन्तु शृणोमि एव अद्य. अस्तु अस्तु, प्रश्नाः सन्ति चेत् पृच्छतु. अन्य को अस्तु, वर्धिनी अस्मि महोदय. वर्धिनी भगिनी अस्तु, इतः अग्रे संयोगसम्बन्धस्य विषये किञ्चित् उक्तं, यतोहि वह्निः द्रव्यमेव, पर्वतमपि द्रव्यं, पर्वते वह्निः संयोगसम्बन्धेन एव विद्यते इति अस्ति. तर्हि तस्य विषये किञ्चित् वदति वा सन्ध्या भगिनी? वह्नि एवं करोतु, वह्नि प्रतियोगिकः संयोगः इति उक्तं खलु, तस्य अर्थः कः इति? प्रायः न सम्यग्रीत्या वक्तुं न शक्नुयां भगिनि, अवगतवती तत्र श्रुत्वा, परन्तु प्रतिपाद्यते वा सम्यक् इति प्रश्नः. अन्यः कोऽपि वदति वा? अस्तु, राजेन्दर् महोदय वदति वा? प्रयत्नं करोमि भगिनि, न जानामि सम्यक्तया वक्तुं शक्नोमि अथवा न. वह्नि प्रतियोगिकसंयोगे पक्षः प्रतियोगिकसंयोगः, तत्र तु पक्षः तु पर्वतः एव अस्ति, पक्षतावच्छेदकपर्वतत्वम् अस्ति तत्र, तादृशपक्षतावच्छेदकव्यापकं संयोगे भासते, तत्र व्यापकभागः अस्ति महोदय. हा, तत् समीचीनं, तदग्रे अस्ति, किन्तु वह्नि प्रतियोगिकः संयोगः इति उक्तं खलु, तस्य अर्थः कः? वह्नः प्रतियोगी संयोगसम्बन्धे संयोगः अस्ति, पर्वत वह्नेः संयोगः यः अस्ति, संयोगसम्बन्धः प्रतियोगी अस्ति. इदानीम् एवं भगिनि, सरला भगिनि, वह्नो पक्षे अस्ति, पक्ष पर्वत, सो पर्वत भवति अधिकरण, सो पर्वत आधार अस्ति, आधाय भवति आधेय भवति वह्नि, वह्नि पर्वतेन संयोगसम्बन्धेन अपि अस्ति, संयोगसम्बन्धस्य अपि आधारः अस्ति पक्ष पर्वत, सो आधार भवति अनियोगी प्रतियोगी भवति वह्नि अथवा संयोगसम्बन्ध तस्य समान बहु समीचीनं भगिनि. इतोपि एकवारं वदति वा, अत्र अभावस्य विषयः नास्ति. प्रतियोगी अनियोगी इति दृष्ट्वा भ्रमः मास्तु. अनियोगी इति संज्ञा कुत्र भवति अन्यत्र? आधारे पर्वते अस्ति अनियोगी. हा, अनियोगी इति संज्ञा अथवा नामकरणम् आधारस्यापि अधिकरणस्यापि भवति न्यायशास्त्रे अनुयोगी इति. तेन आधारेण अधुना अनुयोगी कः? तेन आधारे अनुयोगी अस्ति पक्ष वा पर्वत पर्वतत्वम्. हा हा, सत्यं सत्यं सत्यम्. अनुयोगी इति अधिकरणं पक्षः, पक्षे वह्निः अस्ति खलु, पक्षे वह्निः अथवा पर्वते वह्निः इति कृत्वा पर्वतः अनुयोगी. प्रतियोगी कः? प्रतियोगी वह्नि भवति. वह्निः प्रतियोगी भवति. प्रतियोगी भवति तस्य पक्षे भवति प्रतियोगी कः, संयोगसम्बन्ध भवति प्रतियोगी कः, वह्नि प्रतियोगिकसम्बन्ध. हा, अस्तु समीचीनम्. इदानीं वह्नि प्रतियोगी इति कुत्रचित् ध्वनिः अस्ति कस्यचित् गृहे, किञ्चित् म्यूट् कुर्वन्तु. अस्तु, तर्हि वह्नि प्रतियोगिकः संयोगः इत्युक्ते वह्नि प्रतियोगी यथा भगिनी उक्तवती, यतोहि वह्निः आधेयः, तस्य प्रतियोगी इति संज्ञा, आधारस्य अनियोगी इति संज्ञा. प्रतियोगिकः संयोगः इत्युक्ते प्रतियोगिनम् उपयुज्य संयोगस्य विवरणम्. यथा वदामः सविषयकं ज्ञानं, क इति प्रत्ययम् उपयुज्य, ज्ञानं कीदृशम् इत्युक्ते सविषयकं, तथा एव वह्नि प्रतियोगिकः संयोगः इति अत्र संयोगस्य विवरणं दीयते. तर्हि संयोगः तादृशः. पुनः संयोगः पर्वतत्वव्यापकः अपि इति अस्ति खलु, तर्हि कथं वा संयोगः पर्वतत्वव्यापकः? वह्नौ व्यापकभावः अस्ति, संयोगसम्बन्धे संस्कृतः आसीत् तर्हि संयोगे अपि व्यापकभावः भवति. अस्तु, वह्नौ व्यापकत्वम् अस्ति इति स्पष्टं स्यात् सर्वेषां मनसि, यतोहि महानसे अपि अस्ति, अन्यत्र वने अपि वह्नि अस्ति, बृहत् क्षेत्रं तस्य खलु. तर्हि बृहत् क्षेत्रं तस्य, किन्तु पर्वतत्वस्य लघुक्षेत्रम् इति कृत्वा पर्वतत्वव्यापकः वह्निः. तत्र कोऽपि भ्रमः नास्ति इति चिन्तयामि खलु. तर्हि अधुना वह्निः बहुत्र भवति, महानसे अथवा वने, यत्र कुत्रापि वह्निः भवति तत्र वह्निः केन सम्बन्धेन भवति? द्रव्ये संयोगसम्बन्धेन भवति. संयोगसम्बन्धेन, तर्हि वह्नि संयोगः इति वक्तुं शक्नुमः खलु. अस्तु किल, वह्नि संयोगः इति संयोगसम्बन्धः बहुत्र अस्ति, महानसे अस्ति, वने अस्ति, यत्र यत्र वह्नि तत्र तत्र अस्ति वह्नि संयोगः, न केवलं पर्वते. अनेन आधारेण अपि संयोगस्य क्षेत्रं बृहदस्ति, वह्निसंयोगस्य क्षेत्रं बृहदस्ति. पर्वतत्वस्य अपेक्षया पर्वतत्वं केवलं पर्वते, किन्तु वह्निसंयोगः सर्वत्र भवति, यत्र यत्र वह्नि तत्र तत्र इति कृत्वा पुनः पर्वतत्वं व्याप्यः, अपि च वह्निसंयोगः अथवा केवलं संयोगः इति वदामश्चेत् तद् व्यापकः. स्पष्टं वा जयन्ती भगिनी? स्पष्टं भगिनी, धन्यवादः. अस्तु, इति वार्ता अस्ति, इतः अग्रे पठितुं शक्नुमः इति मन्ये. कोऽपि अस्ति नूतनतया? चिन्ता नास्ति लक्ष्मी भगिनी. तर्हि अस्तु, तर्हि सावित्री भगिनी पठति वा? भगिनी कुत्र आरभ्य आहत्य वा? हा हा, आहत्य. आहत्य पक्षावच्छेदकावच्छेदेन अनुनिधिः इत्यत्र पक्षतावच्छेदकव्यापकत्वं संयोगांशे अथवा साध्यप्रतियोगिकसंसर्गांशे वा भासते, नाम सर्वतत्त्वव्यापकत्वं वह्नौ अथवा सर्वतत्त्वव्यापकत्वं वह्निप्रतियोगिकसंयोगे भासते। यथोक्तं पक्षतावच्छेदकम् इत्यनेन अत्र पर्वतत्वं तादृशपर्वतत्वतत्त्वव्यापकवह्निप्रतियोगिकसंयोगः अत्र सम्बन्धः। तेन सम्बन्धेन वह्नेः साध्यत्वं सर्वस्मिन्नपि पर्वते वह्निरस्तु इति अनुमितिः जायते। एतादृशं ज्ञानं सर्वोऽपि पर्वतः वह्निमान् इति ज्ञानम्। प्रथमविध अनुमितिविषयः अत्र चर्चितमस्ति, पर्वतावच्छेदकावच्छेदेन अनुमितिः। यथा इदानीमेव चर्चितं, सम्बन्धः भवति पर्वतावच्छेदकव्यापकत्वं संसाध्यांशे इति इदानीमेव रक्षा भगिनी उक्तवती। पर्वतावच्छेदकव्यापकत्वम् इत्युक्ते पक्षतावच्छेदकव्यापकत्वम् इत्युक्ते पक्षतावच्छेदकम् इति तु वयं जानीमः पर्वतत्वम् अस्ति। पर्वतत्वस्य व्यापकः भवति वह्निसंयोगः, तदर्थम् अत्र लिखितमस्ति पक्षतावच्छेदकव्यापकत्वं साध्यांशे। साध्यांशे इत्युक्ते सत्यं सत्यं समीचीनं समीचीनं, वह्निसंयोगः इति उक्तवती तदर्थं पृष्टवती। अथवा साध्यप्रतियोगिकसंसर्गांशे इत्युक्ते तद् इदानीमेव पुनः अस्माभिः चर्चितं साध्यप्रतियोगिकः अत्र वह्निप्रतियोगिकः, वह्निप्रतियोगिकः भवति संयोगसम्बन्धः। पुनः सम्बन्धः भवति पक्षतावच्छेदकव्यापकत्वसाध्यप्रतियोगिक संयोगः इति सम्बन्धः भवति, नाम पर्वतत्वव्यापकत्वं वह्नौ अथवा पर्वतत्वव्यापकत्वं वह्निप्रतियोगिकसंयोगे भासते। पुनः तदेव उक्तं, संयोग सम्बन्धः तु द्वौ वस्तुनौ भवति, पर्वतव्यापकत्वं वह्निप्रतियोगिकद्वयोः संयोगमेव सूचयति अथवा तत्र अनुमितिः भासते इति। यथोक्तं पर्वतावच्छेदकम् इत्यनेन अत्र पर्वतत्वं वयं तु जानीमः, तादृशपर्वतव्यापकवह्निप्रतियोगिकसंयोगः अत्र सम्बन्धः। पुनः तदेव लिखितमस्ति वह्नि अत्र वह्नौ वह्नि पर्वतत्वं द्वयोः मध्ये संयोगसम्बन्धः अस्ति, पारिभाषिकशब्देन तथा लिखित्वा तर्करूपेण तथा लिखितमस्ति पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगः अत्र सम्बन्धः। तेन सम्बन्धेन वह्नेः साध्यत्वं, तेन सम्बन्धेन वह्नेः अनुमितिः जायते सर्वस्मिन्नपि पर्वते वह्निरस्तु इति अनुमतिः जायते। एतादृशं ज्ञानं सर्वोऽपि पर्वतः वह्निमान् इति ज्ञानम्। पुनः तदेव लिखितमस्ति, अनुमितिः कथं जायते अथवा केन सम्बन्धेन जायते इति, तत् अनुमितिः तु यथा पूर्वमेव स्थापितं सर्वेषु पर्वतेषु भवति अस्मिन् विभागे। पुनः द्वितीयविभागे पश्यामः केचन पर्वतेषु तेषु पर्वतेषु एव भवति, परन्तु अत्र तु सर्वेषु पर्वतेषु वह्नि भवति इति साध्यत्वं अनुमिति जायते। हा हा समीचीनं, तर्हि सा एव वार्ता, प्रथमविध अनुमानं इत्यस्मिन् व्याप्य व्यापकभावः पर्वतत्वस्य वह्नेः च सुष्ठुरीत्या भासते इति कृत्वा सर्वस्मिन् पर्वते अथवा सर्वेषु पर्वतेषु वह्नेः अनुमितिः साधनीयं भवति. अत्र कुत्र पक्षतावच्छेदकावच्छेदेन इत्यस्मिन् स्थले. अत्र कोऽपि प्रश्नः वा? यथा भगिन्या उक्तम् इतः अग्रे द्वितीयविध अनुमानस्य चर्चा भवति. प्रथमविधं स्पष्टं स्यात् तर्हि सर्वेषां मनसि? अस्तु, अग्रे सरेम. जयन्ती भगिनी अग्रे. आं भगिनि, पक्षता अवच्छेदकसमानाधिकरण्येन अनुमितिः इत्यत्र पक्षता अवच्छेदकसमानाधिकरण्यमात्रं सम्बन्धे भासते, व्यापकत्वं न भासते. क्वचिदेव पर्वते वह्निरस्ति इति, सर्वस्मिन् अपि पर्वते वह्निरस्ति इति न. केषुचिदेव वह्निरस्ति इति ज्ञानं चेदपि तत्र पक्षता अवच्छेदकसमानाधिकरण्येन योजयतु तत्र वह्नि अनुमितिः. अस्तु अस्तु भगिनि, वन्यनुमितिः इति भवति. द्वित्रिषु पर्वतेषु एव वह्निरस्ति इत्यपि ज्ञानं पक्षत अवच्छेदकसमानाधिकरण्येन वन्य अवगाहि अनुमितिः. अत्र सामानाधिकरण्यं कयोः? पक्षतावच्छेदकेन सह वन्येः अथवा वन्यप्रतियोगी संयोगस्य नाम पर्वतत्ववन्योः अथवा पर्वतत्ववह्निसंयोगयोः अनुमितिः. भगिनी मध्ये भवत्याः ध्वनिः कर्तितः इति चिन्तयामि. आरम्भतः वदति वा किं वदन्ती आसीत्? अस्मिन् परिच्छेदे द्वितीय अनुमितेः विवरणम् अस्ति. द्वितीयविध अनुमितिः दीयते. इदानीं श्रूयते वा भगिनी? आमाम्, इदानीं सम्यक्तया श्रूयते. पूर्वम् एतावता प्रथमविध अनुमितिः या आसीत् तत्र व्यापकव्याप्यभावः प्रदर्श्यते, येन यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति, खलु भगिनि? आम्, अस्तु. परन्तु इत्युक्ते सर्वस्मिन् सर्वेषु पर्वतेषु वह्निः अस्ति इति अनुमितिः जायते प्रथमविध अनुमितिना. परन्तु अत्र केषुचित् पर्वतेषु पर्वतेषु केषुचित् भागेषु वा स्थलेषु एव साध्यम् अस्ति इति अस्ति. कथम् इत्युक्ते समानाधिकरण्येन, समानाधिकरण्यम् इति साधनेन सा अनुमितिः भवति. समानाधिकरण्यम् इत्युक्ते अस्तु, अग्रे वदामि. पक्षता अवच्छेदकसामानाधिकरण्येन अनुमतिः इत्यत्र पक्षता अवच्छेदकसामानाधिकरण्यमात्रं सम्बन्धे भासते इत्युक्ते यत्र सामानाधिकरण्यं भवति तेन सम्बन्धेन एव साध्यं भवति. यत्र तादृशं सामानाधिकरण्यं भवति तत्रैव साध्यम् इत्युक्ते व्यापकव्याप्यभावः न वर्तते, सर्वत्र साध्यं न वर्तते इति कृत्वा केषुचित् स्थलेषु एव साध्यं वर्तते. यत्र सामानाधिकरण्यं भवति तत्रैव साध्यं वर्तते. क्वचिदेव पर्वते वह्निरस्ति इति, सर्वस्मिन् अपि पर्वते वह्निरस्ति इति न. अस्तु, सामानाधिकरण्यम् इत्युक्ते कयोः सामानाधिकरण्यम् इति प्रश्नः. पक्षता अवच्छेदकेन सह वह्नेः इत्युक्ते अत्र पर्वतत्वम् इति पक्षता अस्ति, पर्वतत्ववर्णयोः समानाधिकरण्यं, यस्मिन् अधिकरणे पर्वतत्वम् अस्ति तस्मिन्नेव अधिकरणे वह्निः अपि अस्ति, अतः तयोः समानाधिकरण्यं भवति. इत्युक्ते यत्र यत्र तयोः वृत्तित्वम् अस्ति, पर्वतत्वम् अपि तु वह्नित्वं, तत्रैव अस्माकं साध्यमपि अस्ति. इत्युक्ते सर्वत्र सर्वेषु पर्वतेषु न वर्तते समानाधिकरण्यं, केषुचित् स्थलेषु एव यत्र समानाधिकरण्यं भवति. इत्युक्ते यत्र पर्वतत्वम् अस्ति यत्र वह्निः अपि अस्ति तत्रैव अस्माकं साध्यम्. अतः एतादृशी अनुभूतिः किं परिमितः अस्ति इत्युक्ते यत्र व्यापकत्वम् अत्र नास्ति इति. सत्यं सत्यं, बहु समीचीनं भगिनि. एतादृशी अनुमितिः इत्युक्ते द्वितीयविध अनुमितिः, पक्षतावच्छेदकसामानाधिकरण्येन वह्निरनुमितिः इत्युक्ते केषुचिदेव पर्वतेषु यथा भगिनी उक्तवती. अपि च पक्षतावच्छेदकसामानाधिकरण्येन इत्यस्य श्रवणेन जयन्ती भगिनी भवती यथा उक्तवती, वह्निः महानसे अपि अस्ति अन्यत्रापि अस्ति किन्तु पर्वतत्वावच्छिन्न वह्निः भिन्ना, तादृश प्रतीतिः जायते वा? किमर्थम् इत्युक्ते अस्माकं समानाधिकरण्यम् इति प्रयोगः भवति यत् इति कृत्वा पक्षतायाः निर्देशः भवति, अतः एव पक्षता अवच्छेदकसामानाधिकरण्यम् इति उच्यते. हा सत्यं, यद्यपि पक्षता अवच्छेदकसामानाधिकरण्यम् इत्यनेन पर्वतत्वस्य उल्लेखः क्रियते तथापि अस्य श्रवणेन सर्वेषु पर्वतेषु वह्निः अस्ति इति तादृशम् अज्ञानं जायते वा इति किं चिन्तनं तत्र? न तत्तु प्रथमानुमितिः खलु, पक्षता अवच्छेदकेन अवच्छेदक अवच्छेदेन इत्यनेन यत्र कुत्रापि पर्वतत्वम् अस्ति तत्र तत्र अस्मा वह्निः अस्ति इति, परन्तु अत्र तेन सह पर्वतत्वेन सह वह्नित्वम् अपि अस्ति इति कृत्वा तत्र समानाधिकरण्यस्य उल्लेखः भवति. हा समीचीनम् इति वार्ता अस्ति अत्र. पक्षतावच्छेदकसामानाधिकरण्यम् इत्यस्य वदनेन कथञ्चिदपि व्याप्यव्यापकभावः न साधितः भवति इति कृत्वा पक्षता अवच्छेदकसामानाधिकरण्येन वह्निरनुमितिः इत्यनेन केषुचिदेव पर्वतेषु, अस्माकं पक्षः तु बृहान् अस्ति, सर्वे पर्वताः अन्तर्भूताः, तस्मिन् बृहान् पक्षे कुत्रचिदेव वह्निः अस्ति इति साधनं भवति द्वितीयविध अनुमानेन. इति स्पष्टं स्यात् भगिनी? समानाधिकरणकयोः अत्र पक्षतावच्छेदकेन अपि वह्नि प्रतियोगितसंयोगस्य अपि द्वयो रै? हा अपि च पक्षता अवच्छेदकम् अपि च वह्नि प्रतियोगिकसंयोगः तयोः समानाधिकरणं तदपि सत्यम्. अपरमपि सत्यं खलु, पक्षता अवच्छेदकेन सह अपरं किम् अस्ति अत्र? सावित्री भगिनी, हा वह्निः अपि तु वह्नि संयोगः अपि, हा उभौ अपि स्तः. पक्षता अवच्छेदकः इत्युक्ते पर्वतत्वं यद् पर्वते अस्ति तेन सह उभौ अपि स्तः, वह्निः अपि अस्ति वह्नि प्रतियोगिकसंयोगः अपि अस्ति एकस्मिन्नेव अधिकरणे. स्पष्टम्? अस्तु अस्तु, तर्हि सन्ध्या भगिनी अग्रे पठति वा? यथा पक्षतावच्छेदकव्यापकत्वं वह्नौ अथवा वह्निप्रतियोगिकसंयोगे तद्वत् अत्रापि, परन्तु तत् स्थाने पर्वतत्वसामानाधिकरण्यं पर्वतत्वाधिकरणवृत्तित्वम् एकस्मिन् अपि पर्वते पर्वतत्वाधिकरणवृत्तित्वं भवति चेत् पर्याप्तम्। पर्वतत्वं सर्वेषु पर्वतेषु इति भवतु, तेषु एकस्मिन् अथवा एकाधिकेषु वह्निः। अत्र व्यापकत्वं नोच्यते। सामानाधिकरण्यं नाम एकत्र पर्वते वह्निः अस्ति इति ज्ञानमपि पर्वतत्वसामानाधिकरण्येन वह्न्यवगाहि ज्ञानम्। पर्वतत्वाधिकरणम् इत्यत्र यत्किञ्चित् पर्वतः स्वीकर्तुं शक्यते। सामानाधिकरण्यम् इत्यस्य कथनेन क्वचित् भवति चेत् पर्याप्तम्। सर्वत्र सामानाधिकरण्यं भवेत् इति नास्ति। सर्वत्र सामानाधिकरण्यं भवति चेत् व्यापकत्वं जातम्। सामानाधिकरण्यम् इत्यनेन व्यापकत्वं नोच्यते, स एव भेदः। इत्थञ्च व्यापकत्वम् उच्यते वा, सामानाधिकरण्यम् इत्युच्यते वा इति पृच्छते। अतः कुत्रचित् वह्निसंयोगः भवति यत्र पर्वतत्वं नास्ति, यथा महानसे। कुत्रचित् वह्निसंयोगः भवति यत्र पर्वतत्वम् अस्ति, यथा पर्वते। तस्यां दशायां पर्वतत्ववह्निसंयोगयोः सामानाधिकरण्यं वर्तते। तर्हि अत्र पुनः पक्षतावच्छेदकसामानाधिकरण्येन या अनुमितिः अस्ति तस्य विषये किञ्चित् इतोपि अग्रे उक्तमस्ति। तत्र पक्षतावच्छेदकव्यापकत्वं वह्नौ इत्युक्ते पर्वतत्वव्यापकत्वं वह्नौ इति, अथवा वह्निप्रतियोगिकसंयोगे। तर्हि तत्र पर्वतत्वं नात्रर्थं वक्तव्यं, पक्षतावच्छेदकव्यापकत्वं वह्नौ इत्युक्ते पर्वतत्वव्यापकत्वं वह्नौ इति अस्ति। अग्रे वह्निप्रतियोगिकसंयोगे इति पुनः तदेव, ओ तर्हि पर्वतत्वावच्छेदकत्वं वह्नौ अस्ति अथवा संयोगे अस्ति इति। सत्यं सत्यं, व्यापकत्वं कुत्र अस्ति? व्यापकत्वम् अस्ति वह्नौ वा संयोगे? संयोगे, यतोहि वह्निः अथवा संयोगः व्यापकः। अस्मिन् सन्दर्भे व्याप्यः कः? पर्वतत्वं। तावदेव अत्र प्रकटीकृतमस्ति। यथा वयं पूर्वं चर्चितवन्तः, वह्निः बहुत्र भवति खलु, तस्य अधिकदेशवृत्तिः, बृहान् तस्य देशः इति कृत्वा व्यापकः, अपि च पर्वतत्वं केवलं पर्वते इति कृत्वा व्याप्यमस्ति। तथा एव संयोगस्यापि। किन्तु यद् भवती पठितवती अपि च प्रतिपादितवती अधुना, तत्तु प्रथमविद अनुमितेः विवरणं पुनः। तद्वत् अत्रापि अस्ति, परन्तु तत्र इत्युक्ते प्रथमविद अनुमितिः यः अस्ति तत्र, तत्र पर्वतत्वसामानाधिकरण्यं पर्वतत्वाधिकरणवृत्तित्वम् इत्युक्ते तत्र अत्र किमुक्तं, परन्तु तत् स्थाने इत्युक्ते कस्य स्थाने? पक्षतावच्छेदकव्यापकत्वम् इत्यस्य स्थाने पर्वतत्वसामानाधिकरण्यम् इति स्थापनीयम् इति वा? हा सत्यम्। तादृशसामानाधिकरण्यं वह्नौ अस्ति न वा? हा आम् आम्। तर्हि अत्र इत्युक्ते द्वितीयविध अनुमितिज्ञाने यथा पूर्वं पक्षतावच्छेदकव्यापकत्वम् आसीत् वह्नौ, इदानीं पर्वतत्वसामानाधिकरण्यमस्ति वह्नौ इति। सत्यं। पर्वतत्वाधिकरणवृत्तित्वं, पर्वतत्वाधिकरणवृत्तित्वम् इत्युक्ते पर्वतत्वम् इति अधिकरणम् अस्ति, तस्मिन् अधिकरणे वह्नेः वृत्तित्वम् अस्ति इति। समीचीनम्। एकस्मिन् अपि पर्वते पर्वतत्वाधिकरणवृत्तित्वं भवति चेत् पर्याप्तं। तर्हि एकस्मिन् अपि पर्वते सर्वेषु पर्वतेषु तत्र यथा पूर्वमासीत् सर्वेषु पर्वतेषु वह्निः अस्ति चेदेव तत्र पूर्वं पूर्वविधानमितिः अस्ति. अत्र केवलम् एकस्मिन्नपि पर्वते यदि वह्निः अस्ति चेत् पर्याप्तं भवति, द्वितीयविध अनुमितिः साध्यते इति. पर्वतत्वं सर्वेषु पर्वतेषु इति भवतु, तेषु एकस्मिन् अथवा तर्हि तदेव अस्ति. पुनः सर्वेषु पर्वतेषु इति इत्येव आवश्यकमिति नास्ति, एकस्मिन् पर्वते अस्ति चेदपि पर्वतत्व सामानाधिकरण्यं वा पक्षतावच्छेदकसामानाधिकरण्यम् इत्यनेन अनुमितिः भवति अत्र. परन्तु अस्मिन् स्थले व्यापकत्वविषये किमपि तत्र ज्ञानं न जायते. सामानाधिकरण्यं नाम एकत्र पर्वते वह्निः अस्ति इति ज्ञानमपि पर्वतत्वसामानाधिकरण्येन. तर्हि सामानाधिकरण्यम् इति यदा उच्यते तत्र पुनः तदेव उक्तमस्ति, सर्वस्मिन् पर्वते इत्युक्ते सर्वेषु पर्वतेषु वह्निः भवतु इति आवश्यकं नास्ति, एकस्मिन् एव पर्वते अस्ति चेदपि तत्र पर्वतत्वसामानाधिकरण्यं वह्नौ इति वक्तुं शक्नुमः. पर्वतत्व अधिकरणम् इत्यत्र यत्किञ्चित् पर्वतः स्वीकर्तुं शक्यते, यः कोऽपि पर्वतः तत्र भवितुम् अर्हति. सामानाधिकरणम् इत्यस्य कथनेन क्वचित् भवति चेत् पर्याप्तम् इत्युक्ते पुनः तदेव अस्ति, एकस्मिन् अपि पर्वते अस्ति चेदपि सामानाधिकरण्यम् इति वक्तुं शक्नुमः, सर्वत्र अपि भवतु इति तत्र आवश्यकता नास्ति. सर्वत्र सामानाधिकरण्यं यदि अस्ति चेत् तत्र व्यापकत्वम् इति आगच्छति, परन्तु अस्मिन् द्वितीयविध अनुमितौ व्यापकत्वं नास्ति, अतः सः एव भेदः अस्ति द्वयोः मध्ये. अत्र व्यापकत्वं नास्ति इति कारणेन एकस्मिन्नपि पर्वते यदि वह्निः अस्ति तर्हि पक्षतावच्छेदकसामानाधिकरण्येन वह्निः पर्वते अस्ति इति ज्ञानम् उदेति इति अनुमितिः आगच्छति इति. तर्हि द्वयोः मध्ये भेदः पुनः तत्र व्यापकत्वम् इति विषयः अस्ति वा सामानाधिकरण्यम् इति विषयः अस्ति इत्येव भेदः. अतः कुत्रचित् वह्निसंयोगः भवति यत्र पर्वतत्वं नास्ति यथा महानसे, कुत्रचित् वह्निसंयोगः भवति यथा पर्वत. तर्हि अत्र सामानाधिकरण्य समये तत्र एकक्षणं किञ्चित् चिन्तयामि. तस्यां दशायां पर्वतत्ववह्निसंयोगयोः सामानाधिकरण्यं वर्तते. तर्हि कुत्रापि न, एतस्य वाक्यस्य किञ्चित् सम्यक् प्रतिपादनं सहायम् आवश्यकम् अत्र. अस्तु, मिलित्वा परिशीलयामः. अत्र अतः कुत्रचित् वह्निसंयोगः भवति यत्र पर्वतत्वं नास्ति यथा महानसे. आम्, कुत्रचित् वह्निसंयोगः भवति यत्र पर्वतत्वम् अस्ति यथा पर्वते, नाम पौनःपौनेन एवमेव उक्तम् यद् महानसे अपि सामानाधिकरण्यं भवितुम् अर्हति किल. परन्तु तद् न इष्टं, केवलं तादृशसामानाधिकरण्यम् इष्टं यत् सामानाधिकरण्यं पर्वतत्वेन सह अस्ति इति मम अवगमनं खलु. तथापि केवलं सामानाधिकरण्यम् एव, व्याप्यव्यापकत्वं न भासते समानाधिकरणेन इति. परन्तु भगिनि, अत्र अनुमितिः कथं वा जायते? समानाधिकरण्यस्य विषयः एव अस्ति अत्र. तर्हि मूले अस्माकं विषयः कः? अनुमितिः जायते इति गिवन् अस्ति, अस्तु. परन्तु अनुमितिः कुत्र जायते? अनुमितेः साधनक्षेत्रं किं? सर्वे पर्वताः वा अथवा सर्वेषु पर्वतेषु एकः भागः वा इति प्रश्नः. आम् अवगच्छामि, परन्तु अस्य प्रयोगः कथं वा भविष्यति इति मम चिन्तनं पक्षतावच्छेदकसामानादिकरण्येन वह्निरनुमितिः. अस्तु, भवती यत्र यत्र तत्र तत्र उपयुज्य वक्तुम् इच्छति वा? न न, यत्र अस्य प्रयोगः, प्रथमस्य प्रयोगः तु वयं जानीमः यथा महानसे अथवा यथा पाकजरूपनाशवत् इति सर्वं जानीमः खलु. अत्र एवमस्ति, सर्वत्र एवम् अस्ति, एकस्थले अस्ति, द्वितीयस्थले अस्ति, पुनः पुनः तदेव द्रष्टुं शक्नुमः, प्रायः तदेव अनुमितिः भवति. अत्र केषुचिदेव स्थले भवति, अन्यत्र न भवति इति उक्तम्. अनुमितिः अस्तु, जीवन् अस्ति चेत् समीचीनं, परन्तु प्रयोगः कथं करणीयः? सत्यं, प्रयोगः. अहं चिन्तयामि यदा सर्वदा सर्वेषु पर्वतेषु वह्निः अस्ति तथा आवश्यकी नास्ति, तत् कारणात् तदा अनुमतिः भिन्नरीत्या साधनीयं. तथैव अत्र अस्ति, अहं चिन्तयामि, न जानामि, सम्यक् जानामि वा न, अत्र कुत्रचित् अत्र वदति कुत्रचित् वह्निः संयोगः भवति यत्र पर्वतं नास्ति, यथा महानसे. पुनश्च वदति कुत्रचित् वह्निः संयोगः भवति यत् पर्वततम् अस्ति. सो सर्वेषु पर्वतेषु वह्निः संयोगः नास्ति, कुत्रचित् पर्वते पर्वततं तु बृहत् क्षेत्रम् अस्ति, परन्तु कुत्रचित् एव वह्निः संयोगः अस्ति, तत्कारणात् किञ्चित् भिन्नरीत्या साधनीयम्. पूर्वं तु सर्वेषु पर्वतेषु वह्निः आसीत्, तत्कारणात् व्यापकभावः आसीत्, तत्कारणात् अनुमितिः भिन्नरीत्या साधनीयं, तथा मम चिन्तनं. न जानामि सम्यक्. महोदय, भवता यदुक्तं तद् सर्वं सत्यमेव, परन्तु सावित्री भगिन्या प्रश्नः अस्ति अत्र कथं साध्यते, सिद्ध्यति इति, खलु भगिनि? पाकजरूपनाशवत् महान यथा मानसं तादृश उदाहरणं किमपि दीयते वा इति भवत्याः प्रश्नः आसीत्. मम प्रायः उत्तरं भवति प्रायः अनुमितिः एवं वक्तुं शक्नुमः, प्रायः इति शब्दस्य आवश्यकता अस्ति. अनुमितिः इत्युक्ते ज्ञानं, निश्चयज्ञानं खलु? सत्यम्, एकविधज्ञानम् अस्ति. भगिनि, क्षम्यतां क्षम्यतां, सापि भगिनी वदतु तदनन्तरं. न न, तदेव मम इतोपि किञ्चित् अपि न वक्तुम् इच्छा, तदेव. भगिनी, तस्मिन् दिने यथा महोदयेन उक्तं, प्रथमतया आरम्भेन एव स्ट्रेप् इति स्थितिः अस्ति, दट् इस् एकस्मिन् कण्ट्रोल् ग्रूप् मध्ये अस्ति, सत्यं भगिनि. जयन्ती भगिनी यद् वक्तुम् इच्छति, भगिनी यद् वदति तदपि प्रथमविध अनुमानस्य विषयः खलु. एकं कण्ट्रोल् ग्रूप् स्वीकृत्य, अथवा तत्र उदाहरणमस्ति खलु शिलाखण्डस्य पातनं, द्विवारं त्रिवारं दशवारं शिलाखण्डं पातयति, अनेन ज्ञायते तादृशपातनेन सर्वे भारवन्तः पदार्थाः पतन्ति इति, तेन ज्ञायते. पुनः द्विवारं त्रिवारम् इति यद् वदन्तः स्मः अधुना, तदपि बृहान् पक्षस्य बृहत् पक्षस्य एकदेशः. तावदेव वक्तुम् इच्छामि, भवत्याः उदाहरणं तथा एव प्रथमविध अनुमानस्य साधनार्थम् अनुमान पक्षस्य एकदेशं स्वीकृत्य साधनीयं भवति प्रथमविधस्य, इत्युक्ते पक्षतावच्छेदकावच्छेदेन अनुमितिः साधनीयं चेत् पक्षस्य एकदेशः यथा भवती उक्तवती. अधुना सावित्री भगिनी किं पृच्छति इत्युक्ते पक्षता अवच्छेदकसामानादिकरण्येन अनुमितिः ज्ञातव्यं भवति चेत् किं वक्तव्यं दृष्टान्तरूपेण इति, खलु भगिनी? दृष्टान्तरूपेण अथवा निश्चयेन अनुमितिः भवति वा अथवा प्रायः इति शब्दस्य आवश्यकता अस्ति वा? तत्तु तत्तु न जानामि, यतोहि कुत्रचिदपि उल्लेखः नास्ति करपत्रे. तर्हि अस्माभिः तर्हि अस्य चर्चा किमर्थम् उदेति इत्युक्ते अस्माकं लक्ष्यं किम् इत्यस्य परिशीलनं. अनुमितिः तु अस्ति, अनुमितिः तु जायते, किन्तु कुत्र जायते अनुमितिः? अपि च आरम्भे अस्माकं मूलविषयः कः? आश्रयनाशाजन्यगुणनाशः समानादिकुरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति आसीत् खलु तद्वाक्यं? हा, तस्मिन् कीदृशी अनुमितिः? पक्षतावच्छेदकावच्छेदेन अनुमितिः वा अथवा पक्षतावच्छेदकसामानादिकरणेन अनुमितिः वा इति? तस्य प्रायः तथा एव भाति. तस्य अवगमनार्थम् एतस्य सर्वस्य चर्चा अभवत्. अपि च पाकजरूपनाशवत् इति एकदेश उदाहरणं दातुं शक्यते वा इति परिशीलनार्थम्. अस्तु भगिनि, प्रथम प्रथम्यां स्थित्यां यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति अस्ति खलु, अनुमितिः कदा जायते? एकनिमिष, वस्तुतः मया तादृशप्रयोगः कृतः, यत्र यत्र तत्र तत्र इति प्रयोगः कृतः केवलं व्याप्यव्यापकभावं सूचयितुं, साध्यहेतुभावं न. तत् स्पष्टीकर्तुम् इच्छामि, क्षम्यतां. तादृशप्रयोगः केवलं व्याप्यव्यापकभावं सूचयितुं कृतवती तावदेव. आम् आम्, परन्तु द्वितीयां स्थित्यां यत्र यत्र यत्र सामानादिकरणीयम् अस्ति, सामानादिकरणम् अस्ति चेत् अस्माकं ज्ञायते खलु, वह्निः अस्ति इति ज्ञानं तु अस्ति. कुत्र जायते? सत्यं सत्यं, सामानादिकरण्यम् एकत्र पश्यति. कश्चन ध्वनिः कुतश्चित् अस्तु. हा, तर्हि सामानादिकरणम् अस्ति चेत् वह्निः अस्ति इति ज्ञातं भवति. हा, परन्तु अत्र विषयः कः इत्युक्ते, सामानादिकरण्यम् इत्यनेन पक्षस्य एकस्मिन् स्थले अथवा पक्षस्य कुत्रचित् एव केषुचित् एव भागेषु इति वार्ता सामानादिकरण्यस्य वदनेन, न तु सर्वस्मिन् पक्षे अथवा सर्वेषु पर्वतेषु. भगिनि, प्रश्नः, सामानादिकरण्यं नाम तयोः समानादिकरण्यं, पर्वतत्ववह्निसंयोगयोः समानादिकरण्यम्? अत्र एकं वाक्यम् अस्ति, सावित्री भगिनी पठति वा, पठितवती, का पठितवती? हा, प्रथमपरिच्छेदे एव पक्षता अवच्छेदकेन सह वह्नेः समानादिकरण्यम् अथवा पक्षता अवच्छेदकेन सह वह्निप्रतियोगिकसंयोगस्य समानादिकरण्यम् इति अस्ति खलु भगिनि? आम्, जयन्ती भगिनी पठितवती इति चिन्तयामि. तत्र द्वितीयपरिच्छेदः अद्यतनस्य, तत्र उक्तमस्ति समानाधिकरण्यं कयोः इति. पक्षता अवच्छेदकेन इत्युक्ते पर्वतत्वं, तेन सह वह्निः अस्ति, अतः पर्वतत्वं वह्निः, तयोः समानाधिकरण्यं. पर्वतत्वं यत्र अस्ति तत्र वह्निप्रतियोगिकसंयोगः अपि अस्ति, अतः पर्वतत्ववह्निप्रतियोगिकसंयोगः तयोः अपि समानाधिकरण्यम् इति. किन्तु तदे अहं चिन्तितवती, किन्तु अत्र एकं वाक्यमस्ति. किं वाक्यम्? पर्वतत्व अस्तु, यथा पक्षता अवच्छेदकव्यापकत्वं वह्नौ अथवा वह्नि प्रतियोगिकसंयोगे तद्वत् अत्रापि परन्तु तत्स्थाने अस्तु पर्वतत्वसामानधिकरण्यं तत्पर्वतत्व अधिकरणवृत्तित्वं पर्वतत्व अधिकरणवृत्तित्वम् इत्युक्ते तत्र पर्वतत्वम् एव अधिकरणं भवति किल संध्या भगिनी उक्तवती पर्वतत्व अधिकरण इत्युक्ते पर्वतत्वस्य अधिकरणं पर्वतत्वस्य अधिकरणं किं पर्वतं पर्वतः पर्वते पर्वते कस्य वृत्तित्वम् अस्ति पर्वते अधिकरणस्य वृत्तित्वम् अस्ति न वृत्तित्वम् इत्युक्ते आधेयता पर्वतः पर्वतः अधिकरणम् इति चेत् पर्वते के के सन्ति तत्र पर्वते पर्वतः अधिकरणः पर्वतत्वम् आधेयः सत्यम् आधेयः पुनः वह्निः अपि आधेयः खलु इति एव सूचितम् अत्र पर्वतत्वसामानाधिकरण्यं वह्नौ अथवा पर्वतत्वाधिकरणवृत्तित्वं वह्नौ इति वह्निः वृत्तिः इत्युक्ते आधेयः वृत्तित्वम् इत्युक्ते तस्य भावः तावदेव यथा आधेयता वह्नौ इति वदति तद्वत् वृत्तित्वं वह्नौ समीचीनमस्ति तर्हि वाक्यस्य प्रथमभागः पक्षतावच्छेदकव्यापकत्वं वह्नौ अथवा वह्निप्रतियोगिकसंयोगे तत्तु प्रथमविधस्य सूचकः यत्र व्याप्यव्यापकभावः अस्ति तस्य सूचकः प्रथमविधानुमानस्य वाक्यस्य द्वितीयभागः यद्भवती अधुना पृष्टवती तस्य विषये तत्तु द्वितीयविधानुमानम् अस्तु अस्तु अग्रे सरेम राजेन्द्रमहोदय अग्रे पठति वा आम् आम् तर्हि इतः वा तर्हि तर्हि पर्वतत्व अवच्छेदेन नाम यत्र यत् पर्वतत्वम् अस्ति तत्र सर्वत्र वह्निर् अस्ति इति यदा साध्यते धूमेन हेतुना तदानीं कश्चित् एकः पर्वतः दृष्टान्तः भवितुं शक्यते तद्वत् वह्निः उष्णः वह्नित्वात् इत्यत्र कश्चन वह्निः उष्ण इति प्रत्यक्षेण ज्ञातं कस्मिंश्चित् वह्नः उष्णतम अस्ति इति ज्ञातं सः वह्निः दृष्टान्तः भवितुम् अर्हति सर्वत्र वह्निः उष्णः अस्ति न वा इति न ज्ञातं तेन केवलम् एकः वह्निः उष्णः इति प्रत्यक्षेण ज्ञायते सर्वत्र वह्नः उष्णतम अस्ति इति साधनवेलायां यः वह्निः पूर्वं प्रत्यक्षेण उष्णः इति ज्ञातं सः वह्निः पक्षः सर्वत्र साध्यवान् इत्यस्य प्रदर्शनार्थं दृष्टान्तः भवति अतः अन्वयदृष्टान्तः सम्भवति तादृशस्थले यत्र सर्वत्र पक्षसाध्यं वर्तते इति लक्षणम् पुनः पठिता प्रयत्नं करोमि भगिनि तर्हि पर्वतत्व अवच्छेदेन नाम यत्र यत्र पर्वतत्वम् अस्ति तत्र सर्वत्र वह्निर् अस्ति इति यदा साधीयते धूमेन हेतुना यथा वह्निः अस्ति वह्निः मान् धूमत्वत् तदा यथा धूमः हेतुः अस्ति वह्निः साध्यम् अस्ति तत् पर्वतत्व अवच्छेदेन यथा पर्वतत्वम् अस्ति तत्र सर्वत्र वह्निः अस्ति इति यदा साधितुम् इच्छामः तदानीं कश्चित् एकः पर्वतः दृष्टान्तः भवितुं शक्यते यथा वदामः पर्वतत्व अवच्छेदेन यथा वह्निः साधितुं शक्नुमः तत्र एकः पर्वतः दृष्टान्तः तत्र भवितुम् अर्हति तद्वत् वह्निः उष्णः वह्नित्वात् इत्यत्र कश्चन वह्निः उष्णत्वान् तथैव वह्निः उष्णः वह्नित्वान् यथा वदामः तस्मिन् सन्दर्भे वह्निः उष्णत्वान् इति प्रत्यक्षेण यत् किमपि वह्निः प्रत्यक्षं पश्यामः तत्र पश्यामः तत्र वह्निः उष्णत्वान् अस्ति उष्णत्वान् अस्ति तत् प्रत्यक्षं ज्ञातुं शक्नुमः वक्तुं शक्नुमः कस्मिंश्चित् वह्नः उष्णत्वम् अस्ति तत् अस्माभिः ज्ञातम् इत्युक्ते महोदय कश्चन वह्निः इत्यस्मिन् इतोपि किञ्चित् विवरणम् अपेक्षितं कश्चन वह्निः इत्युक्ते किम् कस्मिंश्चित् वह्नौ यत्किमपि प्रत्यक्षं ज्ञातं तस्मिन् वह्नौ उष्णत्वम् अस्ति इति ज्ञातम् सत्यं प्रत्यक्षेन यः कोऽपि वह्निः प्रत्यक्षेन ज्ञातं तस्मिन् वह्नौ उष्णत्वम् अस्ति तत् तत् अस्माभिः ज्ञातम् सः वह्निः कश्चन वह्निः इदानीं वह्नौ क्षम्यताम् इदानीं पर्वते वह्निः अस्ति इति एकः वह्निः अपि च न न न तादृशी वह्निः यथा वदामः वह्निः उष्णः वह्नित्वात् तादृशी वह्निः यत् साक्षात् उष्णत्वम् अस्ति सः वह्निः दृष्टान्तः भवितुम् अर्हति वह्निः उष्ण तत्तु हा तत्तु सत्यं किन्तु अत्र कश्चन वह्निः इति उक्तं कश्चन इत्युक्ते किम् इति भवता यदुक्तं तदपि सत्यं वह्निः उष्णः यत्र कुत्रापि उभयोः विद्यमानत्वं तादृशवह्निः परन्तु यस्य वह्नौ वह्नौ वह्नित्वात् उष्णत्वात् उष्णत्वम् आसीत् अस्ति तत् सा वह्निः हा सा वह्निः सः वह्निः यत्र कुत्रापि भवतु अस्तु वने अपि भवतु महानसे अपि भवतु यः कोऽपि वह्निः भवतु सः वह्निः सर्वेषां वह्निनां प्रतिनिधिः भवति वह्निः दृष्टान्तः भवितुम् अर्हति सर्वत्र वह्निः उष्णः अस्ति न वा इति न ज्ञातं परन्तु तद्विहाय यत् कोऽपि वह्निः अस्ति तथा न ज्ञातं सर्वे सर्वत्र वह्निः उष्णत्वम् अस्ति वह्नः उष्णत्वम् अस्ति तत् न ज्ञातं परन्तु यत्किमपि प्रत्यक्षं ज्ञातं तत् तस्य वह्नः उष्णत्वम् अस्ति इति तु प्रत्यक्षेन ज्ञातम् अस्माभिः सर्वत्र वह्नः उष्णत्वम् अस्ति इति साधनवेलायां या वह्निः पूर्वं प्रत्यक्षेन उष्णः इति ज्ञातं सः वह्निः पक्षः सर्वत्र साध्यवान् परन्तु तत् किं वक्तुं शक्नुमः तदा या वह्निः पक्षः उष्णत्वं यस्य वह्नः उष्णत्वम् अस्ति सः पक्षः सः वह्निः वह्निः सर्वत्र साध्यवान् अस्ति तस्य उष्णत्वं सर्वत्र अस्ति यत्र कुत्रापि वह्निः अस्ति तत्र उष्णत्वम् अस्ति साध्यवान् अस्ति इत्यस्य प्रदर्शनार्थं दृष्टान्तः भवति हा इत्यस्य प्रदर्शनार्थं दृष्टान्तः कः भवति सः वह्नः वह्निः उष्णः वह्नित्वात् सत्यं किन्तु अत्र उक्तं सर्वत्र वह्नौ उष्णत्वम् अस्ति इति साधनवेलायाम् इत्यत्र किं स्थापनीयं सर्वेषु वह्निषु इति स्थापयतु सर्वेषु वह्निषु यत् सर्वेषु वह्निषु उष्णत्वम् अस्ति सर्वेषु वह्निषु उष्णत्वम् अस्ति इति साधनवेलायाम् इत्युक्ते साधनसन्दर्भे दृष्टान्तः यः पूर्वं प्रत्यक्षेन ज्ञातं वह्निः उष्णत्वात् वह्नित्वात् तत् तत् आधारीकृत तत् वह्निः सर्वत् दृष्टान्तः सः वह्निः दृष्टान्तः भवितुं शक्नोति पक्षस्य हा बहु समीचीनम् इत्येव वार्ता यद्यपि वह्निः अन्तर्भूतः अस्मिन्नेव पक्षे तथापि सः एकः वह्निः यद्भवता प्रत्यक्षेण दृष्टं तस्मिन् उष्णत्वम् अनुभूतं सः दृष्टान्तः भवितुम् अर्हति इति अन्तिमवाक्यम् अतः अन्वयदृष्टान्तः सम्भवति तादृशस्थले यत्र सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यम् एतस्मिन् स्थितायाम् अपि अन्वयदृष्टान्तः सम्भवति यत्र यत्र उष्णत्वं तत्र तत्र वह्नित्वं तत्र वक्तुं शक्नुमः यत्र यत्र वह्नित्वं तत्र तत्र यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वं हा इति वक्तुं शक्नुमः कीदृशस्थले अन्वयदृष्टान्तस्थले सत्यं परन्तु अत्र अन्वयदृष्टान्तः वा स्थलः अस्मिन् वाक्ये अत्र अन्वयदृष्टान्तसम्भवति तादृशस्थले यत्र सर्वत्र पक्षे साध्यं वर्तते इति अस्माकं लक्ष्यं तर्हि एतादृश अन्वयदृष्टान्तः इत्युक्ते पक्षस्य एकदेशमेव स्वीकृत्य दृष्टान्तस्य उपयोगः कुत्र सम्भवति पक्षभिन्नस्थले यथा अत्र प्रारम्भे अन्वयदृष्टान्तः इत्यस्मिन् दृष्टान्तः पक्षभिन्नस्थले स्यात् इति नियमः आसीत् आरम्भतः अस्माकं खलु आरम्भतः तादृशम् आसीत् परन्तु अत्र किम् उच्यते इत्युक्ते पक्षभिन्नस्थले सर्वदा न अपेक्षितम् यतोहि तादृश अन्वयदृष्टान्तः अपि सम्भवति यत्र पक्षस्य एकदेशः उदाहरणरीत्या अथवा दृष्टान्तरीत्या भवितुमर्हति तादृश यथापि अत्र पक्षविनिस्थलं नास्ति तथापि अत्र अन्वयदृष्टान्तः सम्भवति सम्भवति हा तादृश अन्वयदृष्टान्तः कदा सम्भवति इत्युक्ते वाक्यस्य अन्तिमभागः यत्र सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यम् उष्णत्वा सर्वदा सर्वत्र पक्षे साध्यम् अस्ति तदा अन्वयदृष्टान्तः सम्भवति सत्यम् इदानीं स्मरतु सर्वत्र पक्षे इत्युक्ते पक्षता अवच्छेदकावच्छेदेन इति प्रथमविधानुमानम् अस्तु सर्वत्र पक्षे साध्यम् इत्युक्ते पक्षता अवच्छेदकावच्छेदेन तादृश अनुमानस्य साधनसन्दर्भे एव अन्वयदृष्टान्ते पक्षस्य एकदेशः उदाहरणं भवितुमर्हति इति बुद्धं वा हा सर्वत्र पक्षे इत्युक्ते पक्षता अवच्छेदकावच्छेदेन पक्षता अवच्छेदकावच्छेदेन साध्यानुमितिः वेलायां तदा पक्षस्य एकदेशः दृष्टान्तः भवितुं शक्नोति इति अस्माकं लक्ष्यमस्ति पक्षतावच्छेदकावच्छेदेन इति साधनम् तस्मिन् सन्दर्भे पक्षस्य एकदेशः दृष्टान्तः भवितुम् अर्हति इति वार्ता अत्र स्पष्टमस्ति अस्तु समीचीनं यद्यपि नियमस्य उल्लङ्घनम् इति भाति यतोहि दृष्टान्तः पक्षभिन्नस्थले नास्ति इति सर्वं कृत्वा नियमस्य उल्लङ्घनम् अस्ति अत्र इति यद्यपि भाति तथापि अत्र उच्यते यत् पक्षता अवच्छेदकावच्छेदेन इत्युक्ते सर्वत्र पक्षे साधनीयम् इति सन्दर्भे एतादृशदृष्टान्तः अपि अर्हति इति स्पष्टं वा अस्तु अग्रे सरला भगिनी अस्तु भगिनि प्रकृतौ आशनाशजन्यगुणनाशः समानाधिकरणगुणजन्य आशनाशजन्यगुणनाशत्वात् पाकजरूपनाशवत् अत्र पाकजरूपनाशपक्षे एकदेशः अस्ति चेतपि सर्वत्र आशनाशजन्यगुणनाशे समानाधिकरणगुणजन्यत्वम् इति साधनवेलायां पक्षे एकदेशोऽपि दृष्टान्तः भवति अथ यद्यपि हेतुपक्षुभिन्नस्थले न लभ्यते तथापि अत्र अन्वयदृष्टान्तः सम्भवति आशनाशजन्यगुणनाश इत्यस्य एकदेशपाकजरूपनाश एतादृश अन्वयदृष्टान्तः भवति सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यं चेत् अस्माकं मूल वाक्यमस्ति आशनाशजन्यगुणनाशसमानाधिकरणगुणजन्य आशनाशजन्यगुणनाशत्वात् पाकजरूपनाशवत् तत्र आशनाशजन्यगुणनाश अस्ति पक्ष समानाधिकरणगुणजन्य अस्ति साध्यम् आशनाशजन्यगुणनाशवत् पक्षत्वात् अस्ति, हेतु पाकजरूपनाशवत् अस्ति दृष्टान्त. अत्र पाकजरूपनाशपक्षे एकदेश अस्ति. आश्यनाशाजन्यगुणनाश एत बृहत् बृहत् समूह अस्ति. तस्मिन् एक दृष्टान्त पाकजरूपनाशवत् अस्ति, तस्य एकदेश एकं भागः अस्ति तत्र. बहु समीचीनं भगिनी, भवत्या यदुक्तं बहु सम्यक् आसीत् एतावत् पर्यन्तम्. अस्तु, पाकजरूपनाशः इति एकदेशः खलु? आम्, पाकजरूपनाश इति अस्मिन् उदाहरणे हेतु साध्यं द्वयो पक्षे अस्ति, यथा वह्नी उष्णवह्नित्वात् भिन्नस्थले नास्ति. कथम् अन्वयदृष्टान्तः सम्भवति तस्य उल्लेखम् अस्ति अत्र. हा, समीचीनं. तर्हि विद्याधर्याम् एतस्य वाक्यस्य आवश्यकता किमर्थम् आसीत्? पाकजरूपनाशवत् अन्यत् किम् अस्ति? विभागसंयोगविषये किम् उक्तम्? आशयनाश आशनाशजन्यगुणनाश गुणनाश अत्र अस्ति, संयोगनाश तत् अजन्य आशनाशेन अजन्य संयोगनाश समानाधिकरणगुणजन्य समानाधिकरणगुण अत्र अस्ति विभाग जन्य संयोगनाशः आशनाशजनगुणनाशत्वात् एतत् अस्ति पक्षे विद्यमानधर्म यथा पाकजरूपनाशवत् पाकजरूपनाशवत् एतस्मिन् उदाहरणे पाकज पाकज अस्ति संयोग तेजसंयोग रूपनाशवात् अस्ति रूपस्य नाश यथा घटे पाकज तेजसंयोगः भवति तथा तस्य कारणे रूपस्य नाशः भवति. द्वयोः पाकजसंयोगः रूपनाशः द्वयोः अधिकरण एकं घट अस्ति तत् समानाधिकरणगुणजन्य एता तद्वत् अस्माकम् उदार आशनाशजन्यगुणनाश तस् तेजसंयोगे वा रूपनाशनेन आश्रस्य नाश न भवति. एतत् आशनाश अजन्यगुणनाश उदाहरणम् अस्ति. तस्मिन् अस्ति समानाधिकरणगुणजन्य द्वयोः अधिकरणम् एकम् अस्ति पाक तेजसंयोग वा रूपनाशस्य समानाधिकरणजन्य साध्यम् अपि तत्र अस्ति. सो एकस्मिन् पक्षे हेतु अपि अस्ति साध्यम् अपि अस्ति. तस्य अन्वयदृष्टिः कथं सम्भवति इति मुख्यविषयः. इदानीम् आश्रयनाशाजन्यगुणनाशः इति एका श्रेणी अस्ति. अस्तु, तस्यां श्रेण्यां पाकजरूपनाशः इति एकः सदस्यः, तस्यामेव श्रेण्यां पुनः विभागजन्यसंयोगनाशः इति अपि एकः सदस्यः. नाम पक्षभिन्नस्थलं नास्ति, सः एव पक्षः तस्मिन् भिन्नभिन्न. तर्हि अत्र प्रश्नः किमस्ति, अन्वयदृष्टान्तः कथं भवति इति. अस्तु, अग्रे पठतु भगिनि यत्किमपि भवति उक्तवान्. अत्र यद्यपि हेतु पक्षभिन्नस्थले न लभ्यते तथापि अत्र अन्वयदृष्टान्तः सम्भवति. आशनाशजन्यगुणनाश इत्यस्य एकदेश पाकजरूपनाश एतादृश अन्वयदृष्टान्तः भवति सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यं चेत्, यथा पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः एकपक्षे उदाहरणे सर्वत्र पक्षे साध्यं वर्तते तथैव अत्रापि भवति अन्वयदृष्टान्त. हा, नाम सर्वत्र पक्ष इत्युक्ते सर्वत्र इत्यनेन आश्रयनाशाजन्यगुणनाशः इति गृहीतः भवति. तस्मिन् तस्मिन् पक्ष इति पक्षः तस्मिन् तस्मिन् पक्षे सर्वत्र समानाधिकरणगुणजन्यत्वं साधनीयम् इति लक्ष्यमस्ति. इत्युक्ते पक्षता अवच्छेदकावच्छेदेन साध्यम् इति अस्माकं लक्ष्यं लक्ष्यं भवति. हा, तादृशं लक्ष्यम् अस्ति चेत् दृष्टान्तः कः भवितुमर्हति? अन्वयदृष्टान्तः भवति. अन्वयदृष्टान्तः भवति, परन्तु तस्य उदाहरणं भवति यत्र यत्र पर्वतत्वम् अस्ति तत्र वहनीय सर्वत्रेषु. सत्यं सत्यं भगिनि. उदाहरणम् इत्युक्ते पाकजरूपनाशवत् इति उदाहरणं. सः तद् उदाहरणं पक्षस्य एकदेशः भवितुमर्हति खलु? भवती उक्तवती एव, केवलं स्पष्टीकर्तुम् इष्टं. अस्तु, इति वार्ता अस्ति. विद्याधर्याः मूलवाक्यमपि तथा अस्ति, सर्वत्र पक्षे साधनीयं भवति. सर्वत्र पक्षस्य पक्षे साधनीयम् इत्यस्मिन् सन्दर्भे पक्षस्य एकदेशः दृष्टान्तः भवति. अपि च भगिन्या यथा विवृतमासीत्, सरला भगिन्या, पाकजरूपनाशः इति एकदेशः, पुनः संयोगनाशः इति तस्मिन्नेव पक्षे अपरः देशः. तर्हि पक्षभिन्नस्थले उदाहरणं न दत्तं, पक्षे एव एकदेशः उदाहरणरीत्या अत्र आगच्छति इति बुद्धं वा? सर्वेषां मनसि स्पष्टता वर्तते इति चिन्तयामि. अस्तु अस्तु, अग्रे सरेम. वर्धिनी भगिनी अग्रे पठति किम्? क्षम्यताम्, अत्र सर्वत्र इत्युक्ते अस्माकं प्रसङ्गे यत्र यत्र संयोगनाशः भवति इति वा? न न, सर्वत्र. जयन्ती भगिनी, सर्वत्र इत्युक्ते यथा सर्वे पर्वताः इति पक्षः आसीत् खलु आरम्भे, तद्वत् आश्रयनाशाजन्यगुणनाशः इति यत्र यत्र. अस्तु अस्तु अस्तु भगिनी, अवगतम् अवगतम्. अस्तु, समीचीनं. वर्धिनी भगिनी अग्रे. अत्र कश्चन प्रश्नः उदेति, पक्षतावच्छेदक समानाधिकरण्येन अनुमितिः इति स्थले पक्षे सर्वत्र साध्यं भवतु इति अनुमितिः नास्ति. तथा सति किमर्थं पक्षस्य एकदेशः दृष्टान्तो न भवति? तत्र एकदेशः दृष्टान्तो न भवति इत्युक्तं किन्तु किमर्थं? कश्चन प्रश्नः अस्ति, पक्षता अवच्छेदकसामानाधिकरण्येन अनुमितिः इति स्थले पक्षे सर्वत्र साध्यं भवतु इति अनुमितिः नास्ति इति अवगतं खलु भगिनि? पक्षता अवच्छेदकसामानाधिकरण्येन अनुमितिः इति द्वितीयविध अनुमितिः वा अथवा प्रथमविधं वा? प्रथमविधानमस्ति वा? न, प्रथमविधमासीत् पक्षता अवच्छेदकावच्छेदेन इति. द्वितीय अनुमितिः अस्ति पक्षता अवच्छेदकसामानाधिकरण्येन इति. द्वितीय अनुमितिस्थले पक्षे सर्वत्र साध्यम् इति न साधनीयम् इति अस्माकं लक्ष्यं नास्ति. अस्तु, पक्षे कुत्रचिदेव साधनीयं भवति द्वितीयविध अनुमानस्थले इति बुद्धं. तर्हि अत्र प्रश्नः अस्ति यत् कुत्रचिदेव साधनीयम् इति अस्माकं लक्ष्यं भवति चेत् यथा द्वितीयविध अनुमानस्थले तत्र पक्षस्य एकदेशः दृष्टान्तः न भवति. किमर्थम् इति अत्र वदतु भगिनि. तत्र एकदेशः दृष्टान्तः न भवति इत्युक्तं किन्तु किमर्थं? किन्तु किमर्थं? किमपि चिन्तनमस्ति वा कस्यचित्? भगिनी, अहं वदामि वा? अस्तु अस्तु, राजेन्द्रमहोदय वदतु. आम् इदानीम् अहं चिन्तयामि यथा एकदेश तस्य दृष्टान्तः न भवति तथा यदा वयं वदामः वह्नि उष्ण उष्णत्वात् तथा वदामः कुत्रचित् पक्षे वह्निः तु पक्षः अस्ति कुत्रचित् पक्षे उष्णत्वम् अस्ति कुत्रचित् पक्षे उष्णत्वं न अस्ति तत्र वह्निः अस्ति परन्तु साध्यं नास्ति उष्णत्वं नास्ति तत् न भवितुम् अर्हति तत्कारणात् एकदेशपक् दृष्टान्तः न भवितुम् अर्हति एवं वा हा तदपि समीचीनं स्यात् इति चिन्तयामि इत्युक्ते भवतः चिन्तनम् अस्ति यत् अधुना साध्यम् अस्ति परन्तु हेतुः नास्ति कुत्रचित् हेतुः अस्ति कुत्रचित् हेतुः नास्ति इति वार्ता तर्हि हा तथापि चिन्तयितुं शक्यते परन्तु अत्र प्रश्नः अस्ति यद् द्वितीयविध अनुमाने पक्षतावच्छेदकसमानाधिकरण्येन हेतु न परन्तु कुत्रचित् साध्यम् अस्ति कुत्रचित् साध्यं नास्ति तथा न भवितुम् अर्हति वह्निः तु पक्षः अस्ति वह्निः वह्नित्वात् परन्तु कुत्रचित् उष्णतम् अस्ति कुत्रचित् उष्णतम् नास्ति तथा न भवितुम् अर्हति वह्निः अस्ति तु उष्णतं तु अस्ति एव तथा तत्कारणात् एक देश दृष्टान्तः न भवति हा तत् सत्यं महोदय यतोहि उष्णत्वं सूर्यकिरणैः अपि जायते इति खलु भवतः विवक्षा वह्निः इदानीं तु अहं वह्निः कारणात् वदामि वह्नः उष्णत्वम् अस्ति कुत्रचित् वह्नः उष्णत्वम् अस्ति कुत्रचित् वह्नः उष्णत्वं न अस्ति न भवति तत्तु न भवितुम् अर्हति पक्षे साध्यं कुत्रचित् अस्ति कुत्रचित् न अस्ति तत् न भवितुम् अर्हति तथैव दृष्टान्तः न भवितुम् अर्हति पक्षस्य एकदेशः दृष्टान्तरीत्या न भवितुम् अर्हति इति द्वितीयविद अनुमाने तद् किमर्थम् इति वार्ता कस्यचित् सम्यक् अस्ति महोदय अन्यस्य कस्यचित् किमपि चिन्तनम् अत्र अस्तु तर्हि अग्रे पठेम प्रायः सावित्री भगिनी अस्ति वा नास्ति इति भाति तर्हि जयन्ती भगिनी अस्य समाधानार्थं चिन्तनीयं भवति यत् अस्माकं पक्षस्य स्वभावः कः पर्वतः वह्निमान् धूमात् इति स्थले पर्वतः विशिष्टं द्रव्यं पर्वतः अपि विशिष्टं द्रव्यं महानसमपि विशिष्टं द्रव्यं द्वौ अपि कस्यचित् एकस्य सङ्ग्रहस्य सदस्यौ आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् इति स्थले आश्रयनाशाजन्यगुणनाशः इति विशिष्टं द्रव्यं नास्ति विशिष्टवस्तु नास्ति आश्रयनाशाजन्यगुणनाशः इति काचन श्रेणी अस्ति यस्यां बहवः सदस्याः सन्ति पक्षता अवच्छेदकसामानाधिकरण्येन अनुमितिः इति स्थले किमर्थं पक्षस्य एकदेशः दृष्टान्तो न भवति इत्यस्य बोधनार्थं विशिष्टपक्षस्य सामान्यपक्षस्य च भेदः अवगन्तव्यः क्षम्यतां भगिनि अहम् अस्मि किञ्चित् करोमि स्म अस्तु अस्तु अस्तु तर्हि जानाति भगिनि अत्र किमर्थम् एकदेशस्य वृत्तित्वस्य आधारेण सर्वत्र साध्यं नास्ति इति न विपरीतरीत्या सर्वत्र साध्यं नास्ति चेत् किमर्थम् एकदेशस्य वृत्तित्वं दृष्टान्तः न भवितुम् अर्हति इति स्थित्याम् इत्यस्यां स्थित्यां प्रथमं सोपानम् अस्य अवगमनार्थं प्रथमं सोपानम् अस्ति कीदृशपक्षः अस्ति, पक्षस्य स्वभावः कः इति चिन्तनीयं भवति. अस्माकं उदाहरणेषु पर्वतः वह्निमान् धूमात् यथा महानसे वा वह्निः उष्णः वह्नित्वात् अस्माकम् उदाहरणेषु एकं विशिष्टम् उदाहरणं स्वीकृत्य एतत् सर्वं परिशीलितवन्तः वयं. पर्वतः इति विशिष्टं द्रव्यम् अस्ति अपि तु वह्निः अपि तादृशमेव. विशिष्टं द्रव्यम् इत्युक्ते किं पृथक् पृथक् द्रव्य इति तावत् पृथक् पृथक् अस्ति बृहान् किं गणस्य निर्देशः न भवति. परन्तु अत्र अस्माकं मूलवाक्यं यत् अस्ति आश्रयनाशाजन्यगुणनाशः इति, तत्र आश्रयनाशाजन्यगुणनाशः इति विशिष्टद्रव्यं नास्ति, तस्मिन् बहवः सदस्याः अन्तर्भूताः. यथा पाकजरूपनाशवत् इति, पाकजरूपनाशः इति एकः सदस्यः अस्ति, तादृशं बहवः सदस्याः भवेयुः. तादृशसन्दर्भे अस्माकं चिन्तनीयं भवति विशिष्टपक्षः अस्ति वा सामान्यपक्षः अस्ति इति प्रथमं सोपानम् अस्य अवगमनार्थं. हा सत्यं. तर्हि अत्र किं सूचितं, महानसम् अपि च पर्वतः पृथक् द्रव्ये भिन्नस्थले दृष्टान्तदानसन्दर्भे, परन्तु अत्र आश्रयनाशजन्यगुणनाशः इति स्वयम् एका श्रेणी. तर्हि अत्र उच्यते यत् एकः विशिष्टपक्षः अपरः सामान्यपक्षः, तयोः भेदः अवगन्तव्यः इति. अस्तु, अग्रे लक्ष्मी भगिनी भवत्या पठनीयमासीत्, क्षम्यताम्. अस्ति वा लक्ष्मी भगिनी, सा प्राय गतवती. तर्हि सावित्री भगिनी अग्रे. क्षम्यतां, श्रूयते वा? श्रूयते. अधुना महानसमिति दृष्टान्तस्य प्रसङ्गे किञ्चित् चिन्तनं कुर्मः. पूर्वम् अस्माभिः उक्तं यत् महानसम् इति पक्षभिन्नस्थलं, किन्तु वस्तुतः अयं महानसमपि पक्षस्य एकदेशः. अत्र पक्षः कः? यत्र धूमः अस्ति वह्निः अपि अस्ति, तादृशस्थलस्य सङ्ग्रहः स्वयं यत्र पक्षः भवति तत्र महानसम् एकदेशः. एतदर्थं वस्तुतः अन्वयदृष्टान्तः सर्वदा एव एकदेशः अस्ति. एतादृशसङ्ग्रहरूपपक्षः सामान्यपक्षः इति नामकरणं भवतु. अन्वयदृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत् तस्य किमपि मूल्यं नास्ति. वस्तुतः सामान्यपक्षस्य एकदेशः नास्ति चेत् अन्वयदृष्टान्तः एव नास्ति. अस्तु, अत्र श्रेणीविषये अस्ति किञ्चित् आब्स्ट्राक्षन्स् इति मम चिन्तनं. महानसम् इति एकः दृष्टान्तः भवितुम् अर्हति. तत्र यथा अस्माभिः पूर्वमेव दृष्टं, महानसं तु पक्षभिन्नस्थलमस्ति. तत्र पर्वतः वह्निमान् धूमात् यथा महानसम् इति वाक्यम् आसीत्. पर्वतः वह्निमान् वह्नित्वात् अथवा तथा किमपि नासीत्, अत्र पक्षभिन्नस्थलम् आसीत् महानसम्. किन्तु वस्तुतः अयं महानसमपि पक्षस्य एकदेशः एव. कस्मिन् पक्षस्य एकदेशः इत्युक्ते यत्र धूमः अस्ति तत्र वह्निरपि अस्ति, तादृश सर्वे स्थले सर्वासां सर्वेषु स्थलेषु सङ्ग्रहं कुर्मः चेत् तत्र महानसम् एकदेशः भवति तस्मिन् सङ्ग्रहस्य. एतदर्थं वस्तुतः अन्वयदृष्टान्तः सर्वदा एकदशः अस्ति. यत्र यत्र वयं पश्यामः अन्वयदृष्टान्तः अस्ति तत्र तत्र सर्वस्य सर्वत्र यस्य प्रदर्शन प्रायः न द्रष्टुं शक्नुमः, परन्तु तस्य एकः सामान्यः इति भवति एव, सामान्यं भवति एव. अपि च अन्वयदृष्टान्तः तत् सामान्यस्य एकदेशः भवति. एतादृशसङ्ग्रहरूपपक्षः सामान्यपक्षः इति नामकरणं भवतु. पूर्वम् अस्माभिः दृष्टं खलु सामान्यं जातिः इव, सामान्यम् इत्युक्ते जातिः एव. तत् सामान्यम् इत्युक्ते समानानां धर्मः सामान्यम्. आम् आमां समानानां धर्मः सामान्यम्. अन्वयदृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत् तस्य किमपि मूल्यं नास्ति. तथा भवति चेत् सः दृष्टान्तः एव न भवति तत् समूहस्य. प्रायः न, सर्वदा अन्वयदृष्टान्तः सामान्यपक्षस्य एकदेशः एव भवति इति अत्र स्थापितमस्ति. वस्तुतः सामान्यपक्षस्य एकदेशः नास्ति चेत् अन्वयदृष्टान्तः एव न भवति इति अस्तु. तर्हि आरम्भतः सावित्री भगिनी क्षम्यतां, किमपि न तावदेव भवती पृष्टवती तत्र एकदेशः दृष्टान्तः न भवति यत्र पक्ष तावत् चेद् समानाधिकरण्यम् अनुमितिः. तत्र मम एकः प्रायः प्रश्नः अस्ति, किमपि उदाहरणं न स्वीकर्तुं शक्नुमः तत्र. मम चिन्तनम् अस्ति यत्र तदेव चिन्तयित्वा मम प्रश्नम् आसीत्, अनुमितिः इति कथं वा वदेम तत्र. सम्यक्, समीचीनं, तादृश एव प्रश्नः अयमपि. तर्हि पक्षतावच्छेदकसामानादिकरणेन इत्युक्ते किं, कुत्रचित् अस्ति कुत्रचित् नास्ति इति वार्ता खलु. तर्हि कथं वा उदाहरणं दातुं शक्यते इति. एकदेशः उदाहरणं भवितुं न इति उक्तम्, उत्तरं तु उक्तं, किन्तु किमर्थम् इति अग्रे सर्वम् अस्ति इति भाति. अस्तु, तर्हि किञ्चित् अन्लर्निङ्ग् इति अपेक्षितम्. आरम्भतः किं दृष्टवन्तः वयं, पर्वतः एकं द्रव्यं, पक्षः तस्य भिन्नस्थलं महानसं, तदर्थम् उदाहरणम् इति आरम्भतः दृष्टवन्तः वयं. किन्तु अत्र कश्चन नूतनविषयः अपि च तद्विरुद्धः अपि अस्ति. तद्विरुद्धः इत्युक्ते अत्र उच्यते यत् वस्तुतः पर्वतः अपि च महानसम् उभावपि एकः एव पक्ष, पक्षस्य सदस्याः इति. वस्तुतः पक्षः एकः बृहान् पक्षः अस्ति, तस्मिन् पक्षे एकदेशः भवति पर्वतः, एकदेशः भवति महानसं. भिन्नभिन्नौ पदार्थौ अथवा भिन्नभिन्नौ भिन्नस्थले न इति वार्ता अस्ति. यद्यपि आरम्भतः वयम् अन्वयदृष्टान्ते पक्षभिन्नस्थले उदाहरणम् इति पश्यन्तः आसं, तथापि अत्र किञ्चित् भिन्ना वार्ता एव अस्ति. वस्तुतः बृहान् एकः पक्षः भवति यः सङ्ग्रहः भवति एतादृशानां, तेषु उभौ अपि एकदेशः इति. भगिनि, तर्हि बृहान् पक्षः भवति चेत् तत् किमपि भवितुम् अर्हति खलु, पदार्थः किमपि भवितुम् अर्हति, किन्तु सः बृहान् पक्षः यः सामान्यं पक्षः अस्ति, केन आधारेण सामान्यं भवति, तस्य विशिष्टगुणः कः इति परिशीलनीयं भवति. अस्तु किल अत्र अत्र पक्षः कः इत्यस्य उत्तरं किम् अस्ति एकः प्रश्नः अस्ति खलु अत्र पक्षः कः इति अत्र तृतीयं वाक्यम् अस्ति तस्य आधारेण पक्षस्य निर्णयं भवति निर्णयः भवति सत्यं सत्यं यत्र धूमः तत्र अस्ति साध्यमपि सत्यं सत्यं धूमः वह्निः यत्र उभौ अपि स्तः सः एव अस्माकं पक्षः इति कृत्वा पर्वते अपि तादृशी स्थितिः महानसे अपि तादृशी स्थितिः वने अपि तादृशी स्थितिः यत्र यत्र तादृशी स्थितिः तत्सर्वं मिलित्वा सङ्ग्रहरूपेण पक्षः भवति हा सामान्यपक्षः भवति अपि च अन्वयदृष्टान्तस्थले तादृश एकदेशः एव अपेक्षितः इति उच्यते अत्र स्पष्टम् अस्तु तर्हि यत्र यत्र हेतुः अस्ति यत्र यत्र हेतुः अस्ति ते सर्वे सदस्याः भवेयुः भगिनि अत्र यत्र यत्र हेतुः इति मास्तु यतोहि अहं किं वदामि इत्युक्ते अत्र केवलं यद्यपि धूमः वह्निः हेतु साध्यम् इव भासते तथापि कश्चन नियमः तावदेव अस्तु यत्र धूमः कश्चन नियमः स्यात् इदानीं अवगच्छामि भगिनि हा इदानीम् आश्रयनाशजन्यगुणनाशः इति एकः सामान्यपक्षः इति उक्तं खलु तस्य सामान्यपक्षस्य नियमः अस्ति यत् आश्रयस्य नाशः न जातः किन्तु गुणः नष्टः तादृशनियम इति कृत्वा सामान्यपक्षः तद्वत् अस्माकं सामान्यपक्षः अत्र अस्ति धूमवान् वह्निमान् इति प्रायः अग्रे पठन्ति चेत् सत्यं स्पष्टमेव भवति सन्ध्या भगिनी अग्रे पठति वा भगिनी मया गन्तव्यम् अन्येन केनापि पठ्यते वा अस्तु तर्हि राजेन्द्रमहोदय पठति वा एकनिमिषं लक्ष्मी भगिनी अस्ति किं सा न पठितवती अस्तु महोदय भगिनी क्षम्यताम् अहमपि गच्छामि अस्तु धन्यवादः धन्यवादः राजेन्द्रमहोदय अस्तु भगिनि अधुना महानसम् इति दृष्टान्तस्य हेतुमन्ति आमामाम् ओ क्षम्यतां भगिनि यावन्ति हेतुमन्ति तत् अधुना महानसम् इति दृष्टान्त एतावता न पठितवन्तः तद् अभवत् महोदय तदभवत् अग्रे इदानीं चर्चितवन्तः यावन्ति हेतुमन्ति साध्यवन्ति स्थानानि भवन्ति तेषां सङ्ग्रहः अथवा समूहः सामान्यपक्षः हेतुसाध्यस्थलम् इति सामान्यपक्षः तस्मिन् च अन्वयदृष्टान्तः तस्य एकदेशः यः कोऽपि विशिष्टपक्षः सोऽपि तस्य एकदेशः नाम तादृशपक्षः यत्र धूमः अस्ति वह्निः अपि अस्ति इति स्थलानां सङ्ग्रहः तस्य सदस्येषु महानसम् अन्यतमः अपि च यथा महानसं तथा पर्वता अपि सामान्यपक्षरूपसङ्ग्रहस्य एषु सदस्येषु अन्यतमः एतादृशः च पक्षः कीदृशः तादृशः एव यस्मिन् साध्यं सर्वत्र अस्ति तादृशपक्षस्य सदस्यः पर्वतः अपि महानसम् अपि वनम् अपि यत्र यत् तादृशस्थलं वर्तते यस्मिन् धूमः अस्ति चेत् वह्निः अपि अस्ति तादृशेषु यः कोऽपि दृष्टान्तः सः एकदेशः एव अतः अस्मिन् प्रसङ्गे पर्वतः अत्र पक्षः नास्ति अपि तु तादृशसङ्ग्रहस्य एकदेशः महानसम् अपि तथा सङ्ग्रहस्य एकदेशः दृष्टान्ते तदानीं शक्तिः वर्तते यदा सम्पूर्णगुच्छे पक्षता अवच्छेदक अवच्छेदेन साध्यमस्ति तथा नास्ति चेत् अपि तु तादृशसङ्ग्रहस्य एकदेशः महानसम् अपि तथा सङ्ग्रहस्य एकदेशः दृष्टान्ते तदा इदानीमपि पठितवान् यदा सम्पूर्णगुच्छे पक्षता अवच्छेदक अवच्छेदेन साध्यं नास्ति, तथा नास्ति चेत् नाम अस्मिन् स्थलसङ्ग्रहे कुत्रचित् हेतुः अस्ति यत्र साध्यं नास्ति इति चेत् दृष्टान्तः भवति चेदपि तस्य किमपि मूल्यं नास्ति, यतोहि कुत्रचित् हेतुः अस्ति यत्र साध्यं नास्ति इति स्थितिः। इदानीम् अस्मै पूर्वं पठितवन्तः सामान्यपक्षः यथा भिन्नभिन्न पक्षाः सन्ति, ते तु सर्वे एकदेशाः अस्ति, सामान्यपक्षस्य एकदेशाः एव सन्ति। इदानीम् अत्र अस्ति यावन्ति हेतुमन्ति, यत्र कुत्रापि हेतु अस्ति, साध्यवान् अस्ति, हेतुमान् साध्यवान् स्थानानि भवन्ति, तेषां सङ्ग्रहः अथवा समूहो सामान्यपक्षः। हेतुसाध्यस्थलम् अस्ति सामान्यपक्षः, यत्र हेतु अपि अस्ति साध्यमपि अस्ति सः तु सामान्यपक्षः एव। तस्मिन् च अन्वयदृष्टान्तः तस्य एकदेशः, अन्वयदृष्टान्ते तस्य एकदेशः एव एकदेशः अन्वयदृष्टान्तः एकदेशः अस्ति। यः कोऽपि विशिष्टपक्षः सः अपि तस्य एकदेशः, कोऽपि विशिष्टपक्षः अपि भवतु, तत् न अवगच्छामि भगिनि, कोऽपि विशिष्टपक्षः सः अपि तस्य एकदेशः इत्युक्ते विशिष्टद्रव्यम् इति उक्तं खलु पर्वतः महानसं, यद्यपि विशिष्टपक्षः इत्युच्यते तथापि उभवपि एकदेशः, एकदेशपदार्थौ तावदेव सामान्यपक्षस्य एकदेशः नाम तादृशपक्षः यत्र धूमः अस्ति वह्निः अपि अस्ति इति स्थूलनां सङ्ग्रहः तस्य सदस्येषु महानसम् अन्यतमः, यथा तस्मिन् सङ्ग्रहेषु तत् महानसम् एकं सदस्यम् अस्ति, पर्वतः अन्यत् अन्यतमः अस्ति, तत् तथानीं सामान्यपक्षः अस्ति, भिन्नभिन्नस्थानां सङ्ग्रहः अस्ति तस्मिन् पक्षे। अपि च यथा महानसं तथा पर्वता अपि सामान्यपक्षरूपसङ्ग्रहस्य एषु सदस्येषु अन्यतमः, यथा वदामः यथा महानसं यथा तथा पर्वता यदा वदामः तदपि सामान्यपक्षरूपसङ्ग्रहस्य एषु सदस्येषु अन्यतमः, तस्य सङ्ग्रहस्य एकः सदस्यः एव भवति। एतादृशः च पक्षः कीदृशः प्रश्नः अस्ति, एतादृशपक्षः कीदृशः, तादृशः एव यस्मिन् साध्यं सर्वत्र अस्ति, एतादृशपक्षेषु साध्यं सर्वत्र भवति, तादृशपक्षस्य सदस्यः पर्वतः अपि महानसम् अपि वनम् अपि, यत्र यत्र तादृशस्थलं वर्तते यस्मिन् धूमः अस्ति चेत् वह्निः अपि अस्ति, तादृशेषु यः कोऽपि दृष्टान्तः सः एकदेशः एव। तथैव पूर्वते यथा आसीत् यत्र धूमः अपि अस्ति वह्निः अपि अस्ति तादृश स्थलः कोऽपि दृष्टान्तः सः एकदेशः एव अस्ति तस् सङ्ग्रहेषु। अतः अस्मिन् प्रसङ्गे पर्वतः अत्र पक्षः नास्ति अपि तु तादृशसङ्ग्रहस्य एकदेशः। इदानीं यथा पूर्वं वयं पठितवन्तः पर्वतः पक्षः अस्ति महानसं पक्षः अस्ति, परन्तु अत्र किञ्चित् परिवर्तनं कृत्वा तत्र अस्ति पर्वतः पक्षः नास्ति परन्तु पक्ष सङ्ग्रहस्य एकदेशः एव अस्ति, महानसम् अपि तस्य सङ्ग्रहस्य एकदेशः। दृष्टान्ते तदानीं शक्तिः वर्तते यदा सम्पूर्णगुच्छे पक्षता अवच्छेदक अवच्छेदेन साध्यम् अस्ति, यत्र तादृशी दृष्टान्ते शक्ति अस्ति युक्तिपूर्वं पूर्वक भवति यदा पक्षता अवच्छेदक अवच्छेदेन साध्यम् अस्ति, यथा सर्वेषु पर्वतेषु सर्वेषु पक्षेषु साध्यं तादृश अस्ति, तथा सः दृष्टान्तः शक्तिशाली शक्तिमान् अस्ति। तथा नास्ति चेत् नाम अस्मिन् स्थलसङ्ग्रहे कुत्रचित् हेतुः अस्ति यत्र साध्यं नास्ति इति चेत् दृष्टान्तः भवति चेदपि तस्य किमपि मूल्यं नास्ति, यथा अस्माकं दृष्टान्ते कुत्रचित् साध्यम् अस्ति, साध्यं नास्ति परन्तु हेतुः अस्ति तादृशमस्ति, तत् तद् दृष्टान्तस्य कोऽपि मूल्यं नास्ति, तस्य निरर्थक निरर्थक भवति सम्पूर्णतया, यतोहि कुत्रचित् हेतुः अस्ति यत् साध्यं नास्ति इति स्थितिः, तथैव समीचीनं महोदय इति भवता पूर्वमपि उक्तमासीत्, सम्यक्तया प्रतिपादितं। तर्हि सम्पूर्णगुच्छ इत्युक्ते पक्षतावच्छेदकावच्छेदेन महोदयेन यथा उक्तं सर्वेषु पर्वतेषु तादृशस्थितिः अस्ति चेत्, पक्षे सर्वत्र तादृशस्थितिः अस्ति चेत् एकदेशदृष्टान्तः अर्थपूर्णं भवति, तस्य मूल्यम् अस्ति इति वार्ता, नो चेत् न। अतः पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इत्यत्र एकदेशदृष्टान्तः निरर्थकं स्यात् इति अभिप्रायः अत्र। अत्र कोऽपि प्रश्नः? अस्तु तर्हि, तर्हि अत्र स्थगयामः। शुभरात्रिः। धन्यवादः। धन्यवादः भगिनि, नमस्कारः।